गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। तर्हि पुनस्मारणत्वेन गुणनिरूपणं यावदस्माभिः पठितं तस्मिन् विषये चिन्तनं पुनर्चिन्तनं जायमानमस्ति। तत्र गुणेऽपि जायमानः गुणप्रत्ययः एकं रूपम् इति वदामश्चेत् एकत्वम् इदानीं रूपे अस्ति, एकत्वम् इति सङ्ख्या इति गुणः, रूपम् अपि गुणः। गुणः तु गुणिनी द्रव्य एव भवति इति वयं जानीमः, किन्तु इदानीम् एकत्वं गुणे जायते इति वक्तव्यम्। तत्र समवायिकारणम् इत्युक्ते किम् इत्यपि अस्माभिः अधीतम्, यत् स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन कार्यं जनयति, तदेव समवायीकारणस्य लक्षणम्। अपि च गुणे अपि जायमानः गुणप्रत्ययस्य ज्ञानं कथं जायते इति चेत् तत्र परम्परासम्बन्धः वक्तव्यः। स्वसमवायी समवेतसम्बन्धेन समवेतत्वसम्बन्धेन जायते। स्व इति एकत्वं, स्वसमवायी इति घटः वा किमपि द्रव्यं, तस्मिन् समवेतं रूपं, तर्हि अनेन सम्बन्धेन अत्र जायते इति। तत्र एकनिमिषं यदा गुणः यदा एकं द्रव्यम् उत्पद्यते तत्र सन्दर्भः कः आसीत् श्रीराम महोदय, किमर्थम् एषः प्रश्नः आगतः? न अवगतं, प्रश्नः अवगतं न अवगतं महोदय। न अत्र एकनिमिष एकक्षणं द्रव्यं यदा जायते एकक्षणं निर्गुणं निष्क्रियं तिष्ठति इति, तत्र किमर्थं तादृशम् अस्ति इति प्रश्नः वा? न न तदेव भवता उक्तं खलु, मया विस्मृतं, गते वर्गे तस्मिन्नेव चिन्तनं जायमानमासीत् इति। किमर्थं तादृशचिन्तनम् आगतम् अस्मिन् सन्दर्भे? किमर्थम् इति न स्मरामि महोदय। भवतु, तर्हि भवान् एव वदतु अस्य उत्तरं किम्। किमर्थं निर्गुणं निष्क्रियम् एकक्षणम् आवश्यकम् इति अस्ति वा? हा सत्यं, तत्र चिन्तयामि यदा घट उत्पत्तिः भवति, घट उत्पत्ति तस्मिन् क्षणे तस्मिन् यत् गुणः अस्ति तत् न भवितुम् अर्हति इति कृत्वा तत्र तत्र यदा कार्याधिकरणे प्रथमं तत्र सर्वेषां कारणानां तत्र सामग्री भवतु, यत्र इदानीं घट उत्पत्ति आ इति क्षणे भवति चेत् तस्मिन् क्षणे तत्र घट एव नास्ति, द्वितीयस्थने क्षणे एव तत्र सर्वे सामग्र्याः अधिकरणे सन्ति, तस्मिन् क्षणे तस्मात् एव अन्तरक्षणे अनन्तरक्षणे एव गुणोत्पत्तिः भवितुमर्हति। हा इत्युक्ते अस्माकं निकषत्रयमासीत् खलु, कार्याधिकरणे भवेत्, कार्याधिकरणे सर्वदा भवेत्, कार्याधिकरणे पूर्वक्षणे भवेत्, पूर्वक्षणे अपि भवेत्। हा तर्हि घटे जायमान घटरूपं घटरूपस्य समवायीकारणं घटः एव, घटे जायमानरूपस्य घटरूपस्य समवायीकारणं घटः एव। तर्हि घटः पूर्वक्षणे भवेत् तदा अग्रिमक्षणे एव घटरूपं भवति, घटरूपं जायते इति कृत्वा एकक्षणं निर्गुणं निष्कलं निष्क्रियं तिष्ठति इति वक्तव्यं भवति। अस्तु अग्रे सरेम, इदानीं सङ्ख्या इति इत्यत्र आगतं, तर्हि सङ्ख्यायाः लक्षणं किम् इति मेहुल् महोदय वदति वा? लक्षणं तु एकत्वादिव्यवहारहेतुः सङ्ख्या इति लक्षणं सङ्ख्यायाः। अपि च प्रतिपादयति वा अत्र किं किम् अस्ति इति? अस्तु, तत्र लक्षणे एक एव दलमस्ति एकत्वादि इति व्यवहारः इत्युक्ते वयं जानीमः शब्दजनक ज्ञानजनकशब्दप्रयोगः इति व्यवहारः, अतः एकत्वद्वित्वम् इत्यादि यः व्यवहारः भवति तदेव संख्या, तस्य कारणं संख्या, तस्य हेतुः संख्या इति तत्र. तर्हि कति दलानि सन्ति? हा, तत्र एक एव दलम् अस्ति एकत्व इति एकत्वादि इति एकत्वम् एकत्वादिव्यवहारहेतुः इति एकमेव दलम्, एकमेव दलम्. अपि च वृत्तित्वम् अस्ति तत्र, सा नवद्रव्यवृत्तिः अत्र इत्युक्ते नवसु द्रव्येषु संख्या वर्तते एव. अपि च तस्य वयं दृष्टवन्तः तस्य एकत्वादि परार्धपर्यन्ता संख्या सन्ति, तद् तदपि वयं दृष्टवन्तः. अपि च एतत् सर्वं दृष्टं खलु अत्र, एकत्वस्य वैविध्यमपि किम् इति अपि दृष्टं. अहं मन्ये तदेव तत्र एव वयं स्मः, एकत्वस्य द्वैविध्यं किं कुत्र च एव वयं स्मः. तर्हि तत्र एकत्वम् इति वयं जानीमः सर्वे घटपटादि ये सर्वे पदार्थाः सन्ति तत्र ते अनित्याः, तत्रापि तत्रापि एकत्वं द्वित्वम् इति अस्ति. परन्तु अन्यत् ये विभूद्रव्याः सन्ति आकाशात्मा आदि तेषामपि एकत्वमस्ति, तद् तदेव द्वैविध्यम् अस्ति एकत्वस्य. तर्हि अनित्यपदार्थे एकत्वमस्ति, अपि च नित्यपदार्थे अपि एकत्वमस्ति, तदेव एकत्वस्य द्वैविध्यम् अस्ति. सत्यं. हा, तर्हि तस्मिन् सन्दर्भे एव प्रश्नः आगतः, किमर्थम् अत्र नित्यम् इति स्वीकर्तव्यम्? हा, इदानीं बुद्धम्. अत्र आकाशे विद्यमान एकत्वं किमर्थं नित्यम् इति स्वीकर्तव्यम् इति प्रश्नः आगतः. तर्हि आकाशः न जायते, यदि आकाशः न जायते इत्युक्ते आकाशः नित्यः इति कृत्वा न जायते. तर्हि यदा एकः जायते तदा तस्मात् अग्रिमक्षणे एव अन्यस्य कस्य उत्पत्तिः भवति, नो चेत् सङ्ख्यायाः उत्पत्तिः भवति, गुणस्य उत्पत्तिः भवति इति वक्तुं शक्नुमः. यदि न जायत्येव तर्हि अग्रिमक्षणे इति न वक्तुं शक्यते खलु. इत्यतः नित्यद्रव्येषु जाय विद्यमान एकत्वं नित्यम्, अनित्यद्रव्येषु विद्यमान एकत्वम् अनित्यम्, अपि च द्वित्वादिकम् अनित्यमेव सर्वत्र इति अस्माभिः अधीतम्. अपि च मूललक्षणवाक्ये कः परिष्कारः कर्तव्यः, किमर्थम्? मूललक्षणे अत्र 91st पेज् मध्ये अस्ति खलु, सङ्ख्यालक्षणे परिष्कारः इति. आम् आम्, तत्र तत्रैव काललक्षणे वयं दृष्टवन्तः अतीतादिव्यवहारहेतुकालः इति. तत्र अत्रापि एकत्वादिव्यवहारहेतुः इति लक्षणवाक्यमस्ति. तर्हि अत्र एकत्वादिरूपसङ्ख्या यदस्ति तदेव वयं व्यवहारे वदन्ति. तर्हि तत्र सङ्ख्यां ज्ञात्वा एव वयं अयम् एकः अथवा द्वे इति व्यवहारं कुर्मः, तेन एव ज्ञानम् उत्पद्यते. अयम् एकः इति ज्ञानम् उत्पद्यते. तर्हि तदेव संख्यालक्षणे परिष्कारः कर्तव्यं किं तत्र परिष्कारः कः अत्र एकत्वादिव्यवहारहेतुः संख्या इति उक्तं मूलवाक्ये किन्तु परिष्कारः कः कथं परिष्कृतम् हा तर्हि तत्र प्रकारता यः अस्ति तस्य अधिकरण एकत्वमस्ति द्वित्वमस्ति तेन एव प्रकारता अवच्छिद्यते तदपि वयं दृष्टवन्तः एकत्वम् एकत्वे प्रकारता अस्ति खलु आम् आम् आम् तर्हि एकत्वे प्रकारता अस्ति तर्हि अवच्छेदकः कः प्रकारतायाः अवच्छेदकः हा एकत्वे यः धर्मः अस्ति तदेव एकत्वप्रकारतायाः अवच्छेदकः भवति अतः धर्मः कः एकत्वत्वम् इति त्वं प्रत्ययं योजयामः चेत् तत्र तदेव भवति एकत्वत्वम् अवच्छिन्ना प्रकारता एकत्वे अस्ति तदेव अत्र परिष्करणीयम् एकत्वावच्छिन्नप्रकारता निरूपित घटनिष्ठविशेष्यता निरूपकज्ञानम् अज्ञाननिष्ठकार्यतानिरूपितकारणताश्रय शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणताश्रयसङ्ख्या इति लक्षणवाक्यं सङ्ख्यायाः लक्षणवाक्यम् हा किन्तु किञ्चित् प्रतिपादयति वा अत्र परिष्कारः कः इति किमर्थम् एकत्वादिव्यवहारहेतुः काल एकत्वादि व्यवहारहेतुः सङ्ख्या इति वदामश्चेत् न पर्याप्तम् अत्र परिष्कारः स्पष्टता केन जायते अत्र अनया लक्षणवाक्य अनेन लक्षणवाक्येन स्पष्टता कथं जातम् अहं मन्ये अत्र प्रकारता यः अस्ति तत् सा प्रकारता एकत्वेन अपि च एकत्वत्वेन अपि च द्वित्वत्वेन इत्यादि धर्मेण अवच्छिद्यते तदेव अत्र भिन्नः तदेव भेदः अस्ति अतीतादिव्यवहारहेतु इत्यस्य अपेक्षया अत्र प्रकारविधया भासते प्रकारे प्रकारविधया भासते अत्र तदेव अस्तु अत्र मूलवाक्यं पश्यामश्चेत् एकत्वादिव्यवहारहेतुः सङ्ख्या इति एव दत्तं मूलवाक्यं किन्तु तत्र एकत्वम् इति प्रकारः इति न ज्ञायते साक्षात् एकत्वं जानीमः इति भाति किन्तु तादृशं नास्ति एकत्वम् इति प्रकारः एकत्वं कुत्र अस्ति घटे अस्ति घटे विशेष्यता अस्ति एकत्वे प्रकारता अस्ति सा प्रकारता एकत्वत्वेन अवच्छिन्ना अस्ति इति कृत्वा अत्र प्रकारः इति मनसि भवेत् तावदेव तदेव परिष्कारः एकत्वादिव्यवहारहेतुः इत्यस्मिन् प्रकार इति पदं न दृश्यते किन्तु प्रकारः एव उक्तम् अत्र व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति तर्हि ज्ञाने विशेष्यता अपि अस्ति प्रकारता अपि अस्ति खलु सत्यम् अयं घटः इत्यस्मिन् ज्ञाने तत्र घटः विशेष्यः अस्ति तस्मिन् जायमानघटत्वं प्रकारः अस्ति ऐ मीन् तस्मिन् विद्यमानघटत्वं प्रकारः अस्ति किन्तु घटः इति विशेष्यम् उक्तत्वात् अत्र क्लेशः नास्ति इत्युक्ते वाक्यं पश्यामश्चेत् इदानीं घटः आनयतु इति अहं वदामि चेत् भवान् घटः आनयति नीलो घटः आनयतु इति अहं वदामि चेत् नीलघटः आनयति यदि केवलं नीलम् आनयतु इति अहं वदामि चेत् भवान् किं करोति क्लेशः भवति खलु सत्यं केवलं विशेषणम् उक्त्वा विशेष्यम् अनुक्त्वा एवमेव अहं वदामि चेत् तत्र क्लेशः नीलम् आनयतु इत्युक्ते किं भोः किम् आनेतव्यम् इति पृच्छति खलु एवम् अत्र एकत्वम् इति विशेषणम् अस्ति प्रकारः अस्ति केवलम् अत्र एकत्वादिव्यवहारहेतुः इति एव दत्तं विशेष्यम् अनुक्तं तर्हि अत्र स्पष्टता जायेत मनसि इत्युक्ते एकत्वम् इति केवलं प्रकारः अत्र विशेष्यं न उक्तम् अस्तु इति परिष्कारः कर्तव्यः अतः अत्र एकत्वम् इति केवलं प्रकारः इति मनसि भवेत् इति वक्तुम् अत्र परिष्कारः कृतः सर्वत्र यत्र यत्र व्यवहारः इति पदं दृश्यते तत्र सर्वत्र एतादृशचिन्तनं करणीयम् अतीतादिव्यवहारहेतुः कालः इत्यत्रापि अतीतत्वं कुत्र अस्ति घटे अस्ति तर्हि अतीतत्वम् इति प्रकारः खलु तथैव अत्रापि एकत्वम् इति प्रकारः सत्यम् उत्तमं अस्तु तर्हि अनन्तरं कार्योत्पत्तिक्षणे कार्यं निर्गुणं निष्क्रियं तिष्ठति इति किमर्थं वक्तव्यं तद् मम एकः प्रश्नः अस्ति शङ्काविषये प्रायः चर्चितं तु स्मृतवान् किञ्चन मित्र इदानीं द्वे वर्णौ रक्तवर्णौ स्तः इति स्वीकुर्मः तत्र द्वे गतः स्तः तत्र तेषां रक्तवर्णः तयोः रक्तवर्णः अस्ति अस्तु इदानीं द्वे रक्तवर्णौ स्तः इति व्यवहारः कुर्मः वा महोदय रक्तवर्णो घटः स्तः इति द्वौ एकः नास्ति खलु द्वे एव खलु द्वौ रक्तवर्णौ स्तः इति व्यवहारः समीचीनं वा इत्येव व्यवहरणीयम् इत्येव व्यवहरणीयं किमर्थम् इत्युक्ते अस्तु तत्र इदानीं अत्र रूपं तत्र घटे अस्ति तदा संख्या रूपेण भवितुम् अर्हति इति कृत्वा संख्या द्वित्वादिसङ्ख्या एकत्वं द्वित्वं संख्या घटे एव भवति इत्येव आशयः द्वित्वमपि घटे एव अस्ति सत्यम् अस्तु तत्र घटे एव रूपस्य अपि च संख्यायाः अधिकरणं भवति सत्यम् द्वित्वं जायते यदा अस्माकम् आकाङ्क्षाबुद्धिः भवति इत्युक्ते अत्र कति वर्णानि सन्ति इति तादृश आकाङ्क्षा यदा जायते तदा एव द्वित्वं द्वित्वादि सङ्ख्या जायते नो चेत् न तदा एकत्वम् इति एकत्वम् इति यत् एकत्वम् इति घटे यत् अस्ति तद् द्वित्वस्य घटे यत् द्वित्वम् अस्ति तस्य कारणं भवति असमवायिकारणं भवति नित्यद्रव्येषु एकत्वं नित्यं वर्तते अनित्यद्रव्येषु अनित्यद्रव्याणाम् उत्पत्ति अनन्तरक्षणे तस्मिन् एकत्वं जायते अपि च यावत् स च नित्यद्रव्यं तिष्ठति तावत् एकत्वमपि तिष्ठति तत्र अपेक्षाबुद्धेः आवश्यकता एव नास्ति किन्तु तदनन्तरम् इदानीं मम पुरतः दशघटाः सन्ति तर्हि यदा अत्र कति घटाः सन्ति इति मम मनसि अपेक्षाबुद्धिः मम आत्मनि अपेक्षाबुद्धिः जायते तदा एव अत्र दशसु घटेषु दशत्वम् इति कश्चन सङ्ख्या जायते काचन सङ्ख्या जायते वर्णानां विषये दशवर्णाः सन्ति इति वदामश्चेदपि तत्र घटे एव दशत्वं भवति इति आशयः सत्यम् स्पष्टम् अपि च अत्र परम्परासम्बन्धेन कथं वा गुणं प्रति आगच्छति इति वक्तुं शक्यते स्वसमवायी समवेतत्वसम्बन्धेन अस्तु महोदय महोदय एकः प्रश्नः अस्ति मनः नित्यमस्ति अनेकमस्ति परन्तु वयं नित्यम् एकत्वम् एव नित्यम् इति वदामः कथं वदामः प्रत्येकं मनसि विद्यमान एकत्वं नित्यम् प्र, प्रत्येकं मनसि विद्यमान एकत्वं नित्यमस्ति इत्येव वयं वदामः. ओके. इत्युक्ते यदा इदानीं कति मनाः सन्ति इति चेत् अनेकाः इति वदामः खलु, तर्हि तत्र आकाङ्क्षा बुद्धिः अस्ति. कति मनाः सन्ति, मनांसि सन्ति इति यदा प्रश्नः उदेति तदा एव अनेकत्वं सर्वेषु मनस्सु जायते. नो चेत् न. अस्तु, तदनन्तरम् असमवायीकारणम् इत्यस्मिन् विषये चिन्तयामः. असमवायीकारणस्य लक्षणं स उदाहरणं वदतु. कः वदति? वर्षा भगिनी प्रयत्नं करोति वा जानाति चेत्? आं महोदय. असमवायिकारणम् इत्युक्ते यः कारणं समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति तत् असमवायिकारणम्. उदाहरणार्थं कपालद्वयसंयोगः यत् अस्ति तत् कपाले अस्ति, तत् गुणः अस्ति समवायकारणेन अत्र कपाले तिष्ठति, अतः समवायकारणेन तत् कार्यमपि घटकार्यमपि जनयति, अतः तत् असमवायिकारणं भवति. उत्तमं. कपालसंयोगः कपाले समवायेन स्थित्वा कपाले समवायसम्बन्धेन घटं जनयति इत्यतः यत् समवायसम्बन्धेन कार्यादिकरणे स्थित्वा समवायसम्बन्धेन कार्यं जनयति सः एव तदेव असमवायिकारणम्. उत्तमम्. अस्तु, तर्हि इदानीम् असमवायिकारणं कतिविधं स उदाहरणं वदतु. रमेश महोदय प्रयत्नं करोति वा? न जानामि महोदय. द्विविधम् इति. हा, अस्तु, सत्यभौमा भगिनी. महोदय, प्रथमविधं द्विविधमस्ति. प्रथमविधं यत् सः कार्येण सह स्थित्वा समवायेन कार्यं जनयति तत् प्रथमविधं. द्वितीयविधमस्ति, तस्य उदाहरणमस्ति एकत्वम् इति गुणः. तद् प्रथमं वदतु कतिविधं कार्येण सह स्थित्वा इति एकम्. अन्यत् कारणेन सह. उत्तमम्. एकं तु कार्येण सह, अन्यं तु कारणेन सह. तर्हि इदानीं प्रथम उदाहरणं कार्येण सह, प्रथमविधं कार्येण सह स्थित्वा इत्यस्य उदाहरणं वदतु. एकं खड अस्ति इति स्वीकुर्मः चेत् खडे एकत्वम् इति गुणः अस्ति, तद् समवायसम्बन्धेन स्थित्वा द्वित्वं जनयति. तद् मया कथं वक्तव्यम् इति न जाने महोदय. किन्तु कार्येण समीचीनं, समीचीनतया उक्तवती, किन्तु कार्येण सह इत्युक्ते किम्? इदानीं खड खडः अस्ति, खडकार्यमस्ति, कपालः कारणं खडः कार्यमस्ति, अतः अस्मिन् घटे इदानीम् एकत्वम् इति रूपम् अपि अस्ति. एकनिमिषम्, अत्र कारणं किं कार्यं किम् इति वक्तव्यं. यदि कपालः कारणं घटः कार्यम् इति वदति चेत् कपालः समवायीकारणं भवति खलु. अत्र कपालः न आनेतव्यम्. अत्र कार्यं किं कारणं किम् इति प्रथमं वदतु. भवत्याः उदाहरणे कारणं किं कार्यं किम् इति वदतु. यत्किमपि उदाहरणं भवती वक्तुम् इच्छति तत्र कारणं किं कार्यं किम् इति वदतु प्रथमम्. इदानीं भवती उक्तवती खलु एकत्वं द्वित्वम् इति. अत्र खड अत्र खडः कार्यं तत् अत्र खड एकनिमिषं किञ्चित् चिन्तयामः. एकत्वम् इति कारणं, द्वित्वम् इति कार्यम् इति भवती स्वीकृतवती खलु? आं महोदय. अस्तु, प्रथमम् एकत्वं द्वित्वं प्रति असमवायीकारणम् इति निरूपयतु. असमवायीकारणस्य लक्षणमस्ति समवायेन स्थित्वा समवायेन कार्यं जनयति इति. एकत्वम् इति गुणः खडे समवायसम्बन्धेन अस्ति, अतः इदानीं समवायः अस्ति. पुनः एकत्वं द्वित्वम् अत्र पुनः समवायसम्बन्धं भवति, संयोगेन अस्ति, अतः तस्य किमपि वदति. एकत्वं द्वित्वयोः मध्ये समवायसम्बन्धः अस्ति वा? सम्बन्धः नास्ति, संयोगः अस्ति. संयोगः कथं भवति? एकत्वम् इति गुणः, एकत्वम् इति गुणः, द्वित्वम् इति गुणः, तयोः मध्ये कथं वा संयोगः? एकत्वम् इति गुणः, द्वित्वमपि गुणः, द्रव्ययोः मध्ये एव संयोगः भवति खलु? आम् आम्. तर्हि अत्र संयोगः नास्ति. तदेव उदाहरणमस्ति. उदाहरणं तदेव दत्तमस्ति, किन्तु भवती अवगतवती वा मां? अहं न पाठितवान्. अत्र कथं समवायः आगच्छति इति मया न अवगतम्. अस्तु अस्तु, तर्हि शृणोतु. श्रीराम महोदय वदति वा? तत्र तत्र द्विविधं भवति इति उक्तम्. इदानीं कार्येण सह कारणेन सह इति भवति तत्र. महोदय, प्रथमम् अत्र सत्यभामा भगिन्याः कृते केवलम् अत्र एकत्वं कथं वा द्वित्वं जनयति, एकत्वं कथम् असमवायीकारणम् इति प्रदर्शयतु प्रथमम्. अस्तु अस्तु महोदय. इदानीं तत्र घटः इति स्वीकुर्मः. तत्र घटे एकत्वम् अस्ति, एकत्वं घटे समवायसम्बन्धेन अस्ति. इदानीं द्वौ घटौ स्तः. तत्र द्वित्वम् अपि घटे अस्ति, द्वित्वम् इति समवायसम्बन्धेन घटे अस्ति इति स्वीकुर्मः. इदानीम् एकत्वं घटे समवायसम्बन्धेन अस्ति, द्वित्वम् अपि समवायसम्बन्धेन घटे अस्ति. तदा एकत्वं द्वित्वं प्रति तत्र असमवायीकारणं भवति. इदानीं कीदृश असमवायीकारणम् इत्युक्ते तत्र घटः इति कार्यम् अस्ति, कपालः इति कारणमस्ति. न न न न तादृशमस्ति वा? अस्तु, तत्र समवायसम्बन्धेन कारणेन कारणं तत्र घटः इति अधिकरणम् अस्ति तत्र इति कृत्वा तत्र द्वित्वं जनयति, द्वित्वं घटे जनयति. तदा किं तत्र कारणेन कार्येण तत्रैव ब्रह्म अस्ति. एकनिमिषं समवायसम्बन्धं तत्र कारणेन सह कार्येण सह तिष्ठति इत्युक्ते कारणं. महोदय तत्र ब्रह्म अस्ति महोदय, क्षम्यताम्. अस्तु, मेल् महोदय वदतु. एकत्वं द्वित्वं प्रति असमवायीकारणम् इति महोदयेन प्रतिपादितं, तर्हि कीदृश कार्येण सह वा कारणेन सह वा मेहुल् महोदय प्रतिपादयति? अहं प्रयत्नं करोमि. अत्र घटः इति अधिकरणं तत्र एव एकत्वम् इति समवायसम्बन्धेन अस्ति, द्वित्वमपि तत्र एव अस्ति, अतः परन्तु अत्र एकत्वमिति कारणं द्वित्वमिति कार्यम्, अतः एकत्वम् इति कारणम् एकत्वम् इति कार्येण सह इत्युक्ते द्वित्वेन सह घटे घटे स्थित्वा कार्यं जनयति, द्वित्वं जनयति, अतः एकत्वम् इति तदेव एक कार्येण सह इति उदाहरणम् असमवायिकारणम् इति असमवायिकारणं द्वित्वस्य प्रति द्वित्वं प्रति. उत्तमम् उत्तमं. कार्येण सह इत्यस्य अर्थः एवम् अवगन्तव्यम्. इदानीम् एकत्वम् इति कारणं, द्वित्वम् इति कार्यम्. एकत्वं कुत्र अस्ति? यस्मिन् अधिकरणे कार्यमपि अस्ति. द्वित्वं कुत्र अस्ति? घटे अस्ति. एकत्वं कुत्र अस्ति? घटे अस्ति. तर्हि कार्यं कारणं द्वयमपि एकस्मिन् अधिकरणे अस्ति इति कृत्वा इदानीम् एकत्वम् इति कारणं द्वित्वम् इति कार्येण सह एकस्मिन् अधिकरणे वर्तते इति कृत्वा प्रथमविध असमवायीकारणस्य उदाहरणमस्ति एतत्. प्रथमविध असमवायीकारणम् इत्युक्ते कार्येण सह इति. कार्येण सह इत्युक्ते किं? कार्येण सह एकस्मिन् अधिकरणे इति अर्थः. तर्हि एकत्वम् इति कारणं द्वित्वम् इति कार्येण सह एकस्मिन् अधिकरणे वर्तते अपि च कार्यमपि जनयति इति कृत्वा प्रथमविध असमवायीकारणस्य उदाहरणमस्ति एकत्वं द्वित्वं प्रति कार्येण सह इति. शिरमहोदय बुद्धं वा? आं महोदय. आं महोदय. अत्र कार्येण सह इत्युक्ते एकस्मिन् अधिकरणे इति मनसि स्थापयति चेत् समीचीनं भवति. अस्तु. सत्यभव भगिनी बुद्धं खलु? अहमिदानीं वदामि महोदय. घटः प्रथमं घटः कार्यमस्ति एकत्वं. कपालः कारणं, घटः कार्यमस्ति. तदेव करोति. घटः कार्यं, कपालः कारणम् इति चेत् समवायिकारणम्. इदानीं घटे एकत्वम् अस्ति, तद् समवायेन. एकनिमिषम्, अत्र कारणं किं, कार्यं किम् इति प्रथमं वदतु. इदानीं एकत्वं कारणं, घटं घटः कार्यं. न, एकत्वेन घटः जायते वा? अहं विपरीतरीत्या लिखितवती. अहं भगिनी तत्र केवलं चित्रं लिखितं चेत् स्पष्टं भवति. चित्रं मया न स्पष्टं. घटः इति अनुभागे अस्ति. भगिन्या न पठितम् एतत् सर्वं, मया न पाठितं. पठितं प्रायः, किन्तु मया न पाठितं. सा एव प्रयत्नं. महोदय, एकः खडः अस्ति चेत् अत्र इदानीं खडः कारणमस्ति, एकः तस्मिन् विद्यमानः गुणः अस्ति, तत् समीचीनं वा? तर्हि तर्हि घटे जायमान घटे विद्यमान एकत्वं प्रति घटः कीदृशकारणं? समवायिकारणं. हा, किन्तु अस्माकं चिन्तनं कस्मिन् विषये? असमवायिकारणस्य विषये खलु. असमवायिकारणम् इत्युक्ते किं? यत् समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति खलु. इदानीं तत् समवायि अस्ति खलु, तत् घटम्. अत्र घटम् इति त्यजतु. प्रथमं कारणं किं, कार्यं किम् इति वक्तव्यं. कारणम् एकत्वं, कार्यं द्वित्वम्. कार्यं द्वित्वम्. ओ, अत्र घट घटस्य आवश्यकता एव नास्ति. नास्ति इदानीम्. ओके. अस्माकं चिन्तनम् इदानीम् असमवायिकारणस्य विषये खलु. तर्हि एकत्वम् इति कारणं, द्वित्वम् इति कार्यम् इति कार्यम्. तर्हि इदानीं वदतु. इदानीं एकत्वम् इति कारणं, द्वित्वम् इति कार्येण सह समानाधिकरणे वर्तते, अतः अत्र समवायेन स्थित्वा समवायेन कार्यं जनयति इति असमवायिकारणस्य लक्षणं पूजितम्. किन्तु अत्र यद्यपि एकत्वं द्वित्वं द्वयमपि एकस्मिन् अधिकरणे वर्तते समवायेन वर्तते इति वक्तव्यं, नो चेत् असमवायीकारणं न भवति. एकत्वमपि समवायसम्बन्धेन घटे अस्ति, द्वित्वमपि समवायसम्बन्धेन घटे अस्ति. एकत्वमिति कारणं, द्वित्वमिति कार्यम् इति कृत्वा कार्येण सह एकस्मिन् अधिकरणे वर्तते कारणम् इति कृत्वा अत्र एकत्वं प्रथमविध असमवायिकारणं कार्येण सह वर्तते इति बोधः. अस्तु, तर्हि द्वितीयविध असमवायिकारणस्य उदाहरणं मेहुल् महोदय वदतु. द्वितीयविध असमवायिकारणम् इति कारणेन स्थित्वा समवायेन कार्यं जनयति इति अस्ति. तर्हि तत्र घटे विद्यमाननीलरूपम् अस्ति, अपि च कपाले अपि नीलरूपम् अस्ति. तर्हि तत्र घटे विद्यमाननीलरूपम् इति कार्यम् अस्ति, कपाले विद्यमाननीलरूपम् इति इति अस्ति, परन्तु घटः इति कारणम् अस्ति. घटे यत् नीलरूपम् अस्ति तदेव कार्यम्. अत्र यदि पश्यामः चेत् तर्हि पुनः वदतु महोदय, कारणं किं कार्यं किं, केवलं कारणं किं कार्यं किम् इति वदतु. अस्तु, घटः इति कारणं, घटे विद्यमाननीलरूपम् इति कार्यं नास्ति. यदि घटः इति कारणम् इति वदति तर्हि समवायीकारणं भवति खलु. अस्तु, कपाले विद्यमाननीलरूपम् इति कारणं वा. हा, कपालरूपं कारणं, घटरूपं कार्यम्. सत्यं सत्यं, कपाले विद्यमाननीलरूपम् इति कारणं, घटे विद्यमाननीलरूपम् इति कार्यम्. अस्तु, तर्हि अत्र कपाले विद्यमाननीलरूपम् इति कपाले समवायेन वर्तते, अपि च घटः अपि समवायेन कपाले अस्ति. परन्तु घटे विद्यमाननीलरूपं यत् कार्यमस्ति तद् समवायेन घटे अस्ति. अधुना कपाले विद्यमाननीलरूपम् इति कारणेन सह घट इत्युक्ते घटेन सह कपाले वर्तते इति द्वितीयविध असमवायिकारणम् इति अहं मन्ये. भवान् अवगच्छति खलु. आम् आम्, कपाले विद्यमाननीलरूपं कारणेन इत्युक्ते घटेन सह कपाले समवेतम् इति. अस्तु, सर्वे अत्र 94th पेज् मध्ये अस्ति, तत् कृपया पश्यन्तु. 94th पेज् मध्ये तत्र चित्रमस्ति, 83rd चित्रं, तत् पश्यतु. अत्र परिमाणम् इति दत्तं, परिमाणम् इति अपि स्वीकर्तुं शक्यते, रूपम् इति अपि स्वीकर्तुं शक्यते. अत्र पश्यन्ति चेत् प्रथमम् अत्र कपालपरिमाणं घटपरिमाणं प्रति कारणम्. तर्हि कपालपरिमाणम् इति कारणं, घटपरिमाणम् इति कारणं. कपालपरिमाणं कपाले केन सम्बन्धेन अस्ति, समवायसम्बन्धेन अस्ति. घटपरिमाणं घटे केन सम्बन्धेन अस्ति, समवायसम्बन्धेन अस्ति. अपि च कपालपरिमाणात् एव घटपरिमाणं जायते इति कृत्वा समवायसम्बन्धेन स्थित्वा समवायेन कार्यं जनयति इति कृत्वा असमवायीकारणं. कपालपरिमाणं घटपरिमाणं प्रति असमवायीकारणं, समवायेन घटे कपाले स्थित्वा समवायेन घटे कार्यं जनयति इति कृत्वा. किन्तु इदानीं कार्येण सह वा कारणेन सह वा इति निर्णेतुम् अत्र चिन्तनं कथम् इति चेत् पश्यन्तु, कपालः अधस्तरे अस्ति, तस्मात् उपरि कपालपरिमाणमस्ति, तस्मिन्नेव स्तरे घटः अस्ति, तस्माद् उपरि स्तरे घटपरिमाणमस्ति इत्यतः अत्र कारणेन सह वा कार्येण सह वा इति बोद्धुं समानस्तरं द्रष्टव्यमस्ति. कपालपरिमाणं कस्मिन् स्तरे अस्ति, घटः यस्मिन् स्तरे अस्ति तस्मिन् स्तरे एव कपालपरिमाणम् अस्ति. अपि च घटः इति कारणं कीदृशकारणं, समवायीकारणं, तस्मिन् प्रति घटपरिमाणं प्रति इति कृत्वा कपालपरिमाणम् इति कारणं घटपरिमाणस्य समवाये कारणं यः घटः तेन सह एकस्मिन् अधिकरणे कपाले अस्ति अतः एव कारणेन सह इति वदामः अत्र कारणेन सह इत्युक्ते समवायीकारणेन सह इति मनसि भवेत् कपालपरिमाणं समवायीघटपरिमाणस्य समवायीकारणेन सह एकस्मिन् अधिकरणे कपाले वर्तते स्थित्वा घटपरिमाणं जनयति इति इत्यतः एव एतद् द्वितीयविधसमवायीकारणस्य उदाहरणं भवति अत्र एकत्वं द्वित्वम् इति स्वीकुर्मश्चेत् एकत्वं कपालपरिमाणम् इत्यस्मिन् स्थाने एकत्वम् इति स्थापयतु तस्मात् अधः घटः इति अस्ति तस्माद् उपरि द्वित्वम् इति भवति तर्हि एकत्वं द्वित्वमपि समानस्तरे आगच्छति यत्र समानस्तरे आगच्छति तत्र एव कार्येण सह इति वदामः कारणं कार्यं द्वयमपि समानस्तरे आगच्छति चेत् अत्र कार्येण सह इति वदामः किन्तु यदा कार्यम् इतोपि एकं स्तरम् उपरि गच्छति तदा कार्येण सह अत्र कारणेन सह कारणम् इत्युक्ते समवायीकारणेन सह इति मनसि भवेत् तावदेव अस्तु अपि च इदानीमेव अस्मिन् विषये अपि चिन्तनं कुर्मः अत्रैव स्मः इति कृत्वा अस्तु तर्हि इदानीं परम्परासम्बन्धः वक्तव्यः किमर्थम् इत्युक्ते घटपरिमाणं कुत्र अस्ति घटे अस्ति कपालपरिमाणं कुत्र अस्ति कपाले अस्ति तर्हि इदानीं समान अधिकरणं नास्ति कार्यकारणयोः मध्ये समान अधिकरणं नास्ति कार्यम् इति घटपरिमाणं घटे अस्ति कारणम् इति कपालपरिमाणं कपाले अस्ति द्वयोः मध्ये समानाधिकरण्यं नास्ति तर्हि येन केन प्रकारेण तत्र परम्परासम्बन्धः वक्तव्यः तद् द्विधा वक्तुं शक्यते तर्हि मेहुल् महोदय प्रयत्नं करोति वा कारणतावच्छेदकसम्बन्धः कार्यतावच्छेदकसम्बन्धः इति घटपरिमाणम् इति कार्यं कपालपरिमाणम् इति कारणं तर्हि अत्र यदि कपालः इति समान अधिकरणं स्वीकुर्मः चेत् कपालपरिमाणं तु समवायसम्बन्धेन कपाले अस्ति परन्तु घटपरिमाणम् इति समवायित्वसम्बन्धेन कपाले अस्ति तदेव परम्परासम्बन्धः तत्र स्व इति घटपरिमाणं घटपरिमाणं समवायिसम्बन्धेन घटे अस्ति पुनः घटः अपि समवायिसम्बन्धेन कपाले अस्ति अतः घटपरिमाणं यदि कपालं प्रति आनेतव्यं तर्हि घटपरिमाणं तु स्वसमवायिसमवायित्वसम्बन्धेन कपाले अस्ति इति वक्तव्यं तदेव परम्परासम्बन्धः उत्तमम् अपि च अत्र एषः सम्बन्धः कस्य अवच्छेदकता भवति कार्यतायाः वा कारणतायाः वा घटपरिमाणं तु कार्यम् एव अतः कार्यता अवच्छेदकः उत्तमं बहु उत्तमं महोदय घटपरिमाणम् इति कार्यम् इति कृत्वा घटपरिमाणे कार्यता अस्ति सा कार्यता केन अवच्छिन्ना इति चेत् स्वसमवायीसमवायित्वसम्बन्धेन अवच्छिन्ना तर्हि घटपरिमाणं स्वसमवायीसमवायित्वसम्बन्धेन कपाले अस्ति तस्मिन्नेव कपाले कपालपरिमाणम् इति कारणमपि अस्ति इति कृत्वा इदानीं कपालपरिमाणं घटपरिमाणं जनयति एकस्मिन् अधिकरणे स्थित्वा जनयति इति वक्तुं शक्यते तर्हि तत्र कार्यतावच्छेदकसम्बन्धः परम्परासम्बन्धः स्वीकृतः स्वसमवायीसमवायित्वसम्बन्धः इति अस्तु तर्हि इदानीं भिन्नरीत्या वदतु कारणतावच्छेदकसम्बन्धः परम्परासम्बन्धः करोतु आम् अत्र कारणतावच्छेदकसम्बन्धः यदि इच्छामः चेत् तत्र घटः इति एव समानाधिकरणं भवेत् तर्हि घटे वयं जानीमः घटे परिमाणम् इति समवायसम्बन्धेन वर्तते घटे अधुना कपालपरिमाणं घटे केन सम्बन्धेन भवति इति द्रष्टव्यं. तर्हि कपालपरिमाणम् इति समवायसम्बन्धेन कपाले अस्ति, परन्तु कपालः तु घटेन समवेतम् अस्ति. अतः कपाल किं समवेतं पुनः वदतु महोदय, कपाले किं समवेतं, कपाले किं समवेतं, घटः इति समवेतं वा? हा सत्यं, भवान् विपरीतरीत्या उक्तवान्. उपरि उपरि हा तदेव मम भ्रमः किञ्चित् अस्ति तत्र. परन्तु कपालपरिमाणम् अत्र घट घटे केन सम्बन्धेन वर्तते, तर्हि स्वसमवायि समवेतत्वसम्बन्धेन वर्तते. अत्र कपालपरिमाणं समवायिसम्बन्धेन कपाले अस्ति, पुनः घटः कपाले समवेतमस्ति. अतः समीचीनं, कपालपरिमाणं स्वसमवायि समवेतत्वसम्बन्धेन घटे अस्ति, अपि च घटपरिमाणं समवायिसम्बन्धेन घटे अस्ति. अतः घटः इति एव सामानाधिकरणं भवति. अतः कारणतावच्छेदकसम्बन्धः भवति स्वसमवायि समवेतत्व इति. उत्तमम् उत्तमं. तर्हि अत्र कारणतावच्छेदकसम्बन्धः परम्परासम्बन्धः इति स्वीकृतः. कार्यता कार्यतावच्छेदकसम्बन्धः समवायिकारणं समवायसम्बन्धः इति स्वीकृत्य कारणतावच्छेदकसम्बन्धः स्वसमवायिसमवेतत्वसम्बन्धः परम्परासम्बन्धः स्वीकृत्य इदानीं घटः समान अधिकरणम् इति स्वीकृत्य निरूपितम्. अस्तु, बहु समीचीनं. तर्हि असमवायिकारणम् इत्यस्य सम्पूर्णचिन्तनं जातम्. असमवायिकारणम् इत्युक्ते किं? यत् समवायसम्बन्धेन कार्यादिकरणे स्थित्वा समवायसम्बन्धेन कार्यं जनयति, तदेव असमवायिकारणम्. तत् द्विविधं, कार्येण सह कारणेन सह. कार्येण सह इत्युक्ते अत्र समानस्तरे भवति, कार्येण सह एकस्मिन् अधिकरणे इति भवति. एकत्वं द्वित्वं प्रति समवायिकारणं, कपालसंयोगः घटं प्रति, क्षम्यतां, समवायिकारणम् इति मया उक्तम्. एकत्वं द्वित्वं प्रति प्रथमविधकार्येण सह असमवायिकारणमस्ति. कपालसंयोगः घटं प्रति प्रथमविध असमवायिकारणं. कपालसंयोगः कुत्र अस्ति? कपाले अस्ति. केन सम्बन्धेन? समवायेन. किं जनयति? घटं जनयति. घटः केन सम्बन्धेन कपाले वर्तते? समवायसम्बन्धेन. इति कृत्वा कपालसंयोगः अपि घटं प्रति प्रथमविध असमवायिकारणं. किन्तु यदा कारणेन सह इति वदामः, तत्र कारणम् इति पदस्य अर्थः समवायीकारणम् इति मनसि भवेत्. तर्हि तत्र इदानीम् एकस्मिन् अधिकरणे नास्ति, कारणं तु अन्यस्मिन् अधिकरणे अस्ति, कार्यं तु अन्यस्मिन् अधिकरणे अस्ति. तर्हि अत्र द्वयमपि समान अधिकरणं भवितुम् अर्हति. तर्हि तत्र परम्परासम्बन्धः द्विधा वक्तुं शक्यते. स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं कपाले वर्तते, कार्यतावच्छेदकसम्बन्धः परम्परासम्बन्धः इति वक्तुं शक्यते. नो चेत् स्वसमवायिसमवेतत्वसम्बन्धेन कपालपरिमाणम् इति कारणं घटे वर्तते, यस्मिन् समवायसम्बन्धेन घटपरिमाणमपि अस्ति इति कृत्वा. तर्हि अत्र कार्यतावच्छेदक कारणतावच्छेदकसम्बन्धः परम्परासम्बन्धः स्वीकृतः. उत्तमं, तर्हि अग्रे गच्छेम. परिमाणम् इत्यस्मिन् विषये शिवराम महोदय भवान् वक्तुमिच्छति वा? शिवराम महोदय नास्ति. अस्तु, स्वामी महोदय स्वागतम्. हरि ओं महोदय, क्षम्यतां, किञ्चित् कालानन्तरं महोदय. किञ्चित् कालानन्तरं वदति वा? आं महोदय, क्षम्यतां. तर्हि परिमाणस्य लक्षणं रमेश महोदय वदति वा? मानव्यवहार असाधारणकारणं परिमाणम्. प्रतिपादयति वा? आं महोदय. यत्र वयं मान इत्युक्ते आकारं मेजर् मेजर् यत्र तस्य व्यवहार असाधारणकारणमस्ति तत् तर्हि तत् ज्ञानं जनयति तत् परिमाणम् इति. अस्तु, अत्र व्यवहार इति पदस्य अर्थः कः? ज्ञानजनकशब्दः. हा, ज्ञानजनकशब्दप्रयोगः सर्वत्र शब्दप्रयोगः. यत्र यत्र व्यवहारः इति पदं दृश्यते लक्षणवाक्येषु तत्र सर्वत्र ज्ञानजनकशब्दप्रयोगः इति अर्थः. अस्तु, अत्र असाधारणम् इति किमर्थम् उक्तम्? साधारणकारणं. तर्हि किं साधारणकारणं भवति? ज्ञानजनकत्वं तत्र मनः भवेत्, आत्मा भवेत्, तत् सर्वं साधारणकारणं भवेत्. अपि च घटः अपि साधारणकारणं भवति खलु, समवायिकारणं. परिमाणम् इति कुत्र अस्ति? घटे अस्ति. घटे अस्ति. तर्हि परिमाणस्य समवायिकारणमस्ति घटः इति कृत्वा तत्सर्वं त्यक्तव्यम् इति, केवलम् असाधारणकारणमेव स्वीकर्तव्यम् इति, मानवव्यवहार असाधारणं कारणं परिमाणम् इति उक्तम्. एकमेव दलमस्ति खलु अत्र? आं महोदय, एकमेव दलमस्ति. अस्तु, तर्हि कति विधम्, अपि च कुत्र अस्ति, वृत्तित्वं केषु? नवद्रव्यवृत्तिः. वृत्ति वृत्ति नपुंसके नवद्रव्यवृत्ति चतुर्विधम् अस्ति. हा, अनु, महत्, दीर्घ, ह्रस्वम् इति. अनु, महत्, दीर्घं, ह्रस्वम्. अस्तु, इति सामान्यविभागः मूलग्रन्थे उक्तं, किन्तु विभागान्तरमपि कृतं. तत् किम् इति वदति वा? विभागान्तरम् इत्युक्ते भिन्नविभागः अपि कृतः. मध्यमपरिमाणम् अपि. तर्हि विभागान्तरं किम्? मूलग्रन्थे यद्विभागः उक्तः तत् चतुर्विधं, किन्तु विभागान्तरे कति विधमस्ति विभागः? मूलग्रन्थे चतुर्विधम् आसीत्. आम्, अस्मिन् ग्रन्थे एकमपि मध्यमपरिमाणम्, अनुपरिमाणं, मध्यमपरिमाणं, परममहत् परिमाणम् इति. हा, इति त्रिधा विभक्तम्. त्रिधा विभक्तं, चतुर्धा न विभक्तम्. अनुपरिमाणं, मध्यमपरिमाणं, परमहत् परिमाणम् इति त्रिधा विभक्तमस्ति. अस्तु, तदनन्तरं द्वितीयविधासमवायिकारणवर्णनं तत् कृतम् अस्माभिः. अस्तु, तर्हि इदानीं पृथक्त्वं प्रति आगतम्. अस्तु, श्रीरामहोदय वदति वा, पृथक्त्वं, पृथक्त्वस्य लक्षणं किम् इति. आं महोदय, पृथक्त्वव्यवहार असाधारणकारणं पृथक्त्वम् इति. पृथक् व्यवहार असाधारणं कारणं पृथक् व्यवहार असाधारणकारणं. तर्हि वदति वा किञ्चित् लक्षणवाक्यविषये. अत्र घटः पटात् पृथक् इति यदा वदामः तत्र इदानीं मम वाक्यप्रयोगः तत्र ज्ञानं जनयति. कीदृशज्ञानम् इत्युक्ते घटः पटात् पृथक् इति ज्ञानं जनयति. तत्र मम शब्दप्रयोगस्य कारणमस्ति तत्र पृथक्त्वम् इति गुणः. इदानीं स गुणः तत्र प्रकारतारूपेण तत्र पटे तत्र पटे अस्ति प्रकारतारूपेण पटे अस्ति. इदानीं पटः इति विशेष्यः अस्ति तत्र विशेषता तत्र विशेषता इति धर्मः अस्ति एवं पृथक्त्वे तत्र प्रकारता इति अस्ति तदा विशेषता तत्र पटत्वावच्छिन्न विशेषता अनिरूपिता तन्त्रं पृथक्त्वावच्छिन्न प्रकारता निरूपिता पृथक्तत्व अवच्छिन्न प्रकारता निरूपित ज्ञानजनक ज्ञाननिष्ठ जन्यता निरूपित जनकता आश्रय शब्दप्रयोगनिष्ठ जन्यता निरूपित जनकता आश्रयतत्वं पृथक्त्वस्य लक्षणम् आश्रयत्वम् वस्तुतः अत्रापि एकमेव दलमस्ति केवलं व्यवहारः इति पदम् उक्तं तत्र प्रकारता एव उक्तं पृथक् इत्यत्र प्रकारता एव अस्ति इति मनसि भवेत् पृथक्त्वम् इत्यत्र प्रकारता अस्ति इति मनसि भवेत् अस्तु तर्हि एकमेव दलमस्ति कति विधम् अस्ति अस्तु प्रथमं कुत्र विद्यते तत्र द्रव्येषु नवद्रव्येषु एव विद्यते सर्वद्रव्यवृत्ति इत्युक्ते प्रत्येकं द्रव्यम् अन्यस्मात् पृथक् सर्वत्र पृथक्त्वं वर्तत्येव अस्तु कतिविधं कतिविधम् एक एकः एव अस्ति वा एकः एव पृथक्त्वम् इति एकमेव अस्ति अत्र कतिविधम् इति चेत् अत्र वैविध्यं नास्ति पृथक्त्वम् इति एकमेव अस्ति सर्वत्र अस्तु तर्हि भेदस्य पृथक्त्वस्य को विशेषः अस्तु तत्र इदानीम् उदाहरणं स्वीकृत्य वदामि वा महोदय अत्र महोदय तत्पूर्वम् एक शङ्का अस्ति महोदय यदि परिमाणं निरूपयामः चेत् लघुत्वं पृथक् कृत्वा लघुत्वं सोरि अवच्छिन्नप्रकारता इति स्वीकुर्मः तदा एव सङ्ख्यानिरूपणार्थम् एकत्वस्व अवच्छिन्न इति प्रकारता स्वीकुर्मः परन्तु पृथक्त्वस्य निरूपणार्थं किमर्थं पृथक्त्वत्व अवच्छिन्न इति स्वीकुर्मः तदनन्तरं पृथक्त्वमेव निरूपयामः अपि च घटे पृथक्त्वम् अस्ति चेत् घटात् पटः पृथक् इति वदामश्चेत् पटः इत्यस्य सम्बन्धः कथं भवति तत् चित्रे मम प्रश्नं स्पष्टमस्ति वा महोदय हा इत्युक्ते इति द्वितीयप्रश्नः यदस्ति तदर्थमेव अत्र भेदस्य पृथक्तस्य को विशेषः इत्यस्य चिन्तनम् इत्युक्ते अत्र समीचीनप्रश्नः अत्र घटः चित्रं पश्यामश्चेत् घटः इत्येव अस्ति कस्मात् पृथक् इति अत्र चित्रे न लिखितम् केवलम् अत्र घटः घटे विशेषता अस्ति पृथक्त्वे प्रकारता अस्ति सा प्रकारता पृथक्त्वेन अवच्छिन्ना अस्ति इति एव लिखितं तर्हि इदानीं घटः पटात् पृथक् इति एव व्यवहरामः, किन्तु चित्रे पटः न दृश्यते एव. तर्हि अतः एव अत्र भेदः अपि च पृथक्त्वं, तयोः मध्ये कः भेदः, कः विशेषः इति चिन्तनं तदग्रे आयाति. किन्तु प्रथमं अत्र पश्यन्तु, पृथक्त्वेन अवच्छिन्ना इति किमर्थं लेखनीयम् इति चेत्, मूलग्रन्थे किं लिखितमस्ति, पृथक् व्यवहार असाधारणकारणं पृथक्त्वम् इति लिखितं. तर्हि पृथक्त्वे प्रकारता अस्ति, पृथक्त्वे सा प्रकारता अस्ति. सा प्रकारता केन अवच्छिन्ना इति चेत्, पृथक्त्वेन अवच्छिन्ना इति केवलम् अवगमनार्थमेव. इत्युक्ते अत्र अन्येभ्यः सर्वेभ्यः व्यवधानं न करोति अत्र. पृथक्तत्वेन अवच्छिन्ना इति अत्र शैली अस्ति तावदेव. पृथक्त्वम् इति प्रकारतायाः अवच्छेदकः नास्ति, पृथक्त्वम् इति गुणः. पृथक्त्वम् इति गुणः, त्वं प्रत्ययं योजयित्वा एव अत्र गुणम् उक्तम्. सामान्यतया रूपम् इति गुणः स्वीकुर्मः. रूपम् इति गुणे रूपत्वम् इति जातिः वर्तते खलु. रूपम् इति गुणे रूपत्वम् इति जातिः वर्तते. किन्तु इदानीं गुणः कः, पृथक् इति गुणः वा पृथक्त्वम् इति गुणः वा इति चेत्, पृथक्त्वम् इति एव गुणः. पृथक्त्वम् इति कश्चन धर्मः अस्ति, सः धर्मः एव गुणत्वेन स्वीकृतं. चतुर्विंशतिगुणेषु अन्यतमः पृथक्त्वम्. तर्हि पृथक्त्वम् इति गुणः, पृथक्त्वम् इति गुणे कीदृशजातिः वर्तते इति चेत्, पृथक्त्वम् इति जातिः वर्तते इति केवलं स्पष्टतार्थमेव एतत् सर्वम् उक्तम्. अत्र वस्तुतः न वक्तव्यम् इत्युक्ते घटनिष्ठविशेषतानिरूपित पृथक्तनिष्ठप्रकारतानिरूपकज्ञाननिष्ठकार्यता इति वदामश्चेत् पर्याप्तं भवति. इतोपि अवगमनं भवेत्, स्पष्टता भवेत् इत्यतः पृथक्त्वम् इति लिखितं तावदेव. अस्तु, अग्रे अग्रिम प्रश्नं चिन्तयित्वा पुनः किञ्चित् अहं वदामि. अस्तु, भेदस्य पृथक्तस्य को विशेषः, वदतु महोदय. अस्तु, तत्र इदानीं पृथक् पृथक्त्वम् इति गुणः तत्र द्रव्येषु भवति. इदानीं भेदः तु सर्वत्र सर्वेषु भवति, न तु केवलं द्रव्येषु. भेदः प्रथमं भेदः इत्युक्ते किम् इति वदति वा? वदामि. तत्र इदानीं घटः पटः न इति वदामः, तत्र भेदः कीदृशपदार्थः प्रथमं तद् वदतु. अस्तु महोदय, तत्र भेदः इति अभावरूपपदार्थः अस्ति. उत्तमं, सप्तविधपदार्थाः सन्ति, द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावः. तर्हि भेदः इत्युक्ते अभावः. अभावः कति विधः? तत्र प्राग् अभावः, प्रध्वंसाभावः, अत्यन्त अभावः, अन्योन्यभावः इति चतुर्विधाः. अस्तु, तेषु भेदः कीदृशः? भेदः इति अत्यन्त अभावः नास्ति, अन्योन्यभावः. प्रागभावः, प्रत्यन्तः, अत्यन्तः, अन्योन्यभावः. अन्योन्यभावः हा, भेदः इति अन्योन्यभावः इति मनसि भवेत् प्रथमं. भेदः इति अन्योन्यभावः. अभावः इति सप्तविधपदार्थेषु अन्यतमः अस्ति अभावः. अभावः चतुर्विधः. अन्योन्य अभावस्य भिन्ननाम अस्ति भेदः. भेदः, भेदः सत्यं. हा, पृथक् पृथक्त्वम् इति गुणः, अन्योन्य अभावः इति अभावः. तर्हि अत्र प्रश्नः कः इति चेत्, अन्योन्य अभाव पृथक्तयोः मध्ये कः भेदः इति प्रश्नः. अस्तु, इदानीं वदतु. अस्तु महोदय, तत्र घटः पटः न इति वदामश्चेत् तत्र पटस्य अभावः घटे भासते तदा तत्र घटनिष्ठपटाभावः तत्र प्रतियोगिता घटे तत्र पटाभावः अस्ति अस्तु वदतु भवान् वदतु प्रथमं तत्र पटे प्रतियोगिता पटाभावस्य प्रतियोगिता अस्ति इदानीं तत्र इदानीं पृथक्त्वम् इति एकनिमिषं महोदय घटाभावस्य प्रतियोगिता पटे वर्तते वा न महोदय घटः पटात् पटः न इति वदामश्चेत् पटाभावः घटे अस्ति तथा पटे प्रतियोगिता अस्ति पटाभावस्य प्रतियोगिता कस्य प्रतियोगिता पटाभावस्य पटाभावस्य प्रतियोगिता घटे अस्ति वा प्रतियोगिता पटे अस्ति महोदय अस्तु हा अस्तु हा वदतु तत्र इदानीं प्रतियोगिता केनावच्छिन्ना इति पश्यामश्चेत् तत्र तादात्म्यसम्बन्धेन अवच्छिन्ना भवति तादात्म्यसम्बन्धेन अवच्छिन्ना भवति इदानीं तादात्म्यसम्बन्धः वदति तत्र पटे प्रतियोगिता अस्ति सा प्रतियोगिता तादात्म्यसम्बन्धेन अवच्छिन्ना अस्ति किमर्थम् अत्र तादात्म्यसम्बन्धः किमर्थं वक्तव्यं न बुद्धं मया तादात्म्यसम्बन्धस्य विषये चिन्तनं किमर्थं करोति तत्र अहं चिन्तयामि तत्र पटः पटे एव भवति तादात्म्यसम्बन्धेन पटः पटे एव भवति इति कृत्वा तत्र तादात्म्यसम्बन्धेन अन्यत्र कोऽपि कुत्रापि न भवति पटः सा प्रतियोगिता केन अवच्छिन्ना भवति इति प्रश्नः भवति तदा तादात्म्यसम्बन्धेन अवच्छिन्ना भवति इति वदामः समीचीनं महोदय न कुत्र गच्छति इति अहं न जाने भवतु इदानीम् अस्तु इदानीम् एतद् अस्तु इदानीं पृथक्त्वस्य विषयं वयं पश्यामश्चेत् तत्र घटः पटात् पृथक् इति वदामः तत्र घटे पृथक्त्वम् अस्ति घटे पृथक्त्वम् अस्ति सा तत् पृथक्त्वं तु घटत्वेन अवच्छिन्ना अस्ति न तु तत्र विशिष्ट घटे विद्यमानपृथक्त्वं घटत्वेन अवच्छिन्ना अस्ति एवं पटः भूतला पृथक् इति वदामश्चेत् तत्र पटे विद्यमानपृथक्त्वं पटेन अवच्छिन्ना अस्ति तत्र अवच्छेदकभेदः अस्ति तदनन्तरम् इदानीं इदानीं भेदः इति कीदृशः इत्युक्ते इदानीं यदा वदामः घटः पटः न इति वदामश्चेत् तत्र घटः घटः पटात् भिन्नः इति वदामः तत्रापि अवधिकः सा अवधिकः अस्ति पदार्थः भेदः इति पदार्थः सा अवधिकः अस्ति एवं पृथक्त्वम् अपि सा अवधिकः अस्ति घटः पटात् पृथक् इति वदामश्चेत् घटे विद्यमानपृथक्त्वं सा अवधिकः अस्ति अवधिः अस्ति पटः इदानीं तत्र पुनः इतोपि वदामश्चेत् तत्र नियतावधिकत्वम् इति अस्ति नियतावधिकत्वम् अस्ति वा तदनन्तरं निखिलावधिकत्वम् अस्ति वा इति इति अपि चर्चा अस्ति तत्र. तत्र नियत अवधिकत्वं तत्र पृथक्त्वे अपि अस्ति, भेदे अपि अस्ति. इत्युक्ते तत्र नियत अवधिकत्वम् इत्युक्ते यदा वदामः घटः न इत्युक्ते घटः न इत्युक्ते तत्र सामान्यतया अस्माकं जिज्ञासा भवति तत्र घटः पटः न इति वदतु अथवा घटः भूतलं न इति वदतु तादृशं भवति चेत् तस्य अवगमनं भवति. घटः घटः न इति वदामश्चेत् तत्र अवगमनं पूर्णः अवगमनं पूर्णं न भवति. तदा तत्र सर्वदा तत्र कस्मात् घटः भिन्नः इति वक्तव्यं भवति. तदेव नियत अवधिकत्वम् इति तत्र वदन्ति. इदानीं घटः पृथक् इति वदामश्चेत् तत्रापि घटः कस्मात् पृथक्, इदानीं कस्मात् घटः पृथक् इति वक्तव्यं भवति महोदय. घटः पृथक् अत्र बहु किमपि भवान् वदन्नस्मि वदन्नस्ति किन्तु एतत् सर्वम् अनावश्यकमस्ति. अस्माकं प्रश्नः कः, भेदस्य पृथक्तस्य को विशेषः? अत्र पुस्तकम् आधारीकृ भवान् तत्र करपत्रं महोदयेन निर्मितं खलु, सत्यं, तद् आधारीकृत्य बहु किमपि उक्त वदन्नस्ति किन्तु तत्सर्वं वस्तुतः अनावश्यकमस्ति. झटिति वक्तुं शक्यते. अस्तु महोदय, तत्र तत्र निखिल नियत अवधिकत्वं निखिलवधिकत्वम् इति उक्तम् इति कृत्वा एव एतादृशम् उक्तवान्. तत्तु अग्रे अग्रे आयास्यति. भेदः एव पृथक्त्वस्य इति आक्षेपस्य निरासः कर्तव्यः खलु. अत्रैव एतत् चेतं वरागच्छति. प्रथमं भेदः पृथक्त्वस्य को विशेषः इति एव प्रश्नः. तस्मिन् पाठे मुख्य अंशः कः? अस्तु, तत्र केवलम् एकम् एव वाक्यं वक्तुम् उक्त्वा अस्य प्रतिपादनं समीचीनतया कर्तुं शक्यते. अस्तु मेहुल् महोदय, भवान् किञ्चित् प्रयत्नं करोतु. आं महोदय, तत्र वयं दृष्टवन्तः नव्य अत्र भेदात् पृथक्त्वम् इति विलक्षणं भिन् तत्र विशेषः अस्ति. भेदः इति अन्योन्यभावः अस्ति, परन्तु पृथक्त्वम् इति गुणः अस्ति. अपि च वयं दृष्टवन्तः घट भेदः इति अभावरूप अस्ति, अपि च नवद्रव्य वृत्तिः अस्ति, सर्वपदार्थवृत्तिः अस्ति, अभावत्तु अन्योन्यभावः अस्तु, परन्तु पृथक्त्वम् इति गुणः नवद्रव्यवृत्तिः अस्ति, सर्वद्रव्येषु वर्तते. तद् एकं वैलक्षण्यं तत्र. अन्यत् तर्हि उदाहरणं समीचीनम्, उदाहरणम् उक्त्वा प्रदर्शयतु. ओ अस्तु, अत्र घटः घटः पटः न अत्र अथवा घटः पटात् भिन्नः, तत्र अन्योन्यभावः अस्ति. तत्तु सर्वत्र तत् सर्वपदार्थवृत्तिः अस्ति, परन्तु घटः पटात् पृथक् इति प्रत्ययविषये केवलं द्रव्ये एव तत् गुणः भवति, अतः नवद्रव्येषु सः गुणः वर्तते इति. तर्हि महोदय, तादृश उदाहरणं व्यतिरेक उदाहरणं वदतु. इदानीम् अन्वय उदाहरणं वदन्नस्ति, घटः पटात् विभिन्नः, घटः पटात् पृथक्, द्वयमपि समानं खलु? आमां, घटः पटः न इति अन्योन्यभावः भावस्य उदाहरणं न, तदपि अन्वय उदाहरणमस्ति, व्यतिरेक उदाहरणं. पृथक् इति पदं कुत्र न प्रयोक्तुं शक्यते इति चिन्तयति चेत् सर्वेषां बोधः जायते समीचीनतया. ओ अस्तु, पृथक् पदं कुत्र न प्रयोक्तुं शक्यते. वदतु. तत्र घटः कपालात् पृथक् इति प्रयोगः न भवति. न, पुनः द्रव्यं मा स्वीकरोतु इति एव मम प्रार्थना. द्रव्यं स्वीकरोति चेत् क्लेशः भवति. पृथक्त्वं द्रव्ये भवति खलु, अपि च अभावः अपि द्रव्ये भवति. द्रव्ये अपि भवति. इदानीं रूपं घटात् पृथक् किमर्थं घटः इति स्वीकरोति? रूपम् अत्र भिन्नगुणं स्वीकरोतु भोः. सत्यं सत्यं, रूपं सत्यं, रूपं सङ्ख्यायाः पृथक् इति वदामश्चेत् तत्र अस्तु, अत्र सङ्ख्या एव न स्वीकृता, तत्तु जानीमः. किन्तु पश्यन्तु सर्वे, रक्तरूपं पीतरूपात् पृथक् इति प्रयोगः साधु वा असाधु वा? असाधु महोदय. हा, इति एकमेव वक्तव्यं, तावदेव, तत्रैव सूक्ष्ममस्ति. यद्यपि व्याकरणरीत्या पश्यामश्चेत् अत्र अत्र साधुः एव, रक्तरूपं पीतरूपात् पृथक् एव, किन्तु नैयायिकानां चिन्तनानुसारं पृथक्त्वम् इति गुणः, गुणः कुत्र भवति? द्रव्ये एव भवति खलु. इदानीं रक्तरूपम् इति गुणः, पीतरूपम् इति गुणः, अपि च पृथक्त्वम् इति गुणः. तर्हि रक्तरूपं पीतरूपात् पृथक् इति नैयायिकानां मतानुसारम् असाधुः अस्ति, असाधुप्रयोगः अस्ति. तदेव भेदः. एकमेव वाक्यं वदामश्चेत् पर्याप्तं भवति. बुद्धं खलु? आम् आम् महोदय. रक्तरूपे अस्ति अपि अस्ति, नीलरूपे अपि अस्ति, अतः तद् न वक्तव्यं. पृथक्त्वम् इति गुणः रक्तरूपे अस्ति अपि अस्ति, नीलरूपे अपि अस्ति, अतः पृथक्त्वम् इति गुणः रक्तरूपम् इति गुणे भवति वा? न न रक्तरूपः इति गुणः, नीलरूपः इति अपि गुणः, अतः तत् न समीचीनं, रक्तरूपात् नीलरूपं पृथक् इति. हा, तर्हि नास्ति, पृथक्त्वं रक्तरूपे अस्ति इति न वक्तुं शक्यते. हा, इति न वक्तुं शक्यते, सत्यम्, इति न वक्तुं शक्यते. पृथक्त्वं घटे वर्तते, पृथक्त्वं पटे वर्तते, घटः पटः द्वयमपि द्रव्यम् इति कृत्वा. सत्यं. किन्तु रक्तरूपे वा, इदानीम् इत्युक्ते चलनक्रिया धावनक्रियायाः पृथक् इति अपि न वक्तुं शक्यते नैयायिकानां मतानुसारं, किन्तु अन्योन्य अभावः वक्तुं शक्यते. रक्तरूपे रक्तरूपं पीतरूपं न इति वदामश्चेत् समीचीनं, किन्तु रक्तरूपं पीतरूपात् पृथक् इति वदामश्चेत् असाधु इति तयोः मध्ये विशेषः. बुद्धं खलु? हा, इति अस्ति. तर्हि पृथक्त्वम् इति गुणः अस्ति इति कृत्वा, गुणः गुणे यदा कदापि न भवति इति कृत्वा, अन्योन्य अभावः तु सर्वत्र भवत्येव. तर्हि रक्तरूपं पीतरूपं न इति वदामश्चेत् नैयायिकानां मतानुसारं समीचीनं, किन्तु रक्तरूपं पीतरूपात् पृथक् इति वदामश्चेत् तद्दोषाय. किमर्थं? पृथक्त्वम् इति गुणः इति स्वीकृतं नैयायिकैः. तर्हि गुणः गुणे न भवति, केवलं गुणिनि द्रव्ये एव भवति इति कृत्वा तादृशव्यवहारः न्यायमते न कर्तुं शक्यते इति तयोः मध्ये भेदः. अतः एव अत्र लिखितं, सर्वे पश्यन्तु, अत्र 96th पेज् मध्ये द्वितीयपङ्क्तिः अस्ति खलु, परन्तु पृथक्त्वं घटः पटात् पृथक् इति प्रत्ययविषयः द्रव्ये एव भवति, न तु गुणादौ. गुण आदौ, तत्र आदिपदेन गुणः, कर्म, समवायः इति एतत् सर्वं स्वीकृतं तत्र. गुणादिसमवायीकारणतः द्रव्ये एव भवति प्रागुक्तम्. अकारणे गुणे कथं पृथक्त्वरूपं कार्यम् उत्पद्येत इत्युक्ते, रक्तवर्णं रक्तरूपम् इति गुणे कथं वा पृथक्त्वं जायते? न जायते. गुणः गुणिनि एव जायते, द्रव्ये एव जायते, न तु गुणे इति कृत्वा तयोः मध्ये भेदः साधितः. अस्तु, इदानीम् अग्रिमप्रश्नः अस्ति, भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः कथं कृतम्? अत्रैव निखिलावधिकत्वं नियतादि अवधिकत्वम् एतत् सर्वं वक्तव्यं. तर्हि इदानीम् अस्माभिः निरूपितं भेदः पृथक्त्वं नास्ति, तयोः मध्ये कः विशेषः, तयोः मध्ये कः भेदः इति अस्माभिः निरूपितं. पृथक्त्वं केवलं द्रव्येषु एव भवति, किन्तु अन्योन्याभावः इति भेदः सर्वेषु पदार्थेषु भवति इति अस्माभिः उक्तं. तदेव तयोः मध्ये भेदः इति उक्तं. तर्हि इदानीं पूर्वपक्षी आगत्य आक्षिपति, किमर्थं पृथक्त्वम् इति भिन्नरीत्या अत्र गुणः स्वीकर्तव्यः. सर्वत्र इदानीम् अन्योन्याभावः तु सर्वत्र वर्तते, द्रव्येषु अपि वर्तते खलु. घटः पटात् पृथक् इति वक्तुं तस्मिन् स्थाने घटः पटः न इति एव व्यवहारं कुर्मः, तेन साधितं खलु, व्यवहारः साधितः इति कृत्वा किमर्थं पृथक्त्वम् इति अन्यतमः गुणः अङ्गीकर्तव्यः. यत्र यत्र यत्किमपि कार्यं पृथक्त्वं स्वीकृत्य कुर्मः तत्सर्वं भेदं स्वीकृत्य, अन्योन्यभावं स्वीकृत्य एव साधयितुं शक्यते इति कृत्वा किमर्थं पृथक्त्वम् इति अन्यतमः गुणः अङ्गीकर्तव्यः इति प्रश्नः. अस्तु, तस्य निरासः कथं कृतं, मेहुल् महोदय वदति वा? बहु किमपि अस्ति, तद् सर्वं गतं नियति, नियतावधिकत्वम् अपि च अवधि इत्युक्ते किं निखिलावधिकत्वम् इति सर्वम् अस्ति. परन्तु मुख्यवार्ता किम् इति आम् आम् अस्तु, अन्ततो गत्वा निगमनं किम् इत्युक्ते तत्र घटः पटात् पृथक् इति ज्ञाने पृथक्त्वम् इति गुणः घटे अस्ति, अतः घटेन एव सः गुणः विशिष्यते. परन्तु घटः पटात् भिन्नः इति यद् यद् भेदः अस्ति तद् घटे अस्ति, परन्तु तद् घटेन न विशिष्यते इति एव मुख्य तत्र वैलक्षण्यम् अस्ति. इति कारणतः तत्र अन्योन्याभावे प्रतियोगिकः इति द्रष्टव्यं. परन्तु अत्र भेदः तु सर्वत्र वर्तते, अत्र देशव्यापी मूर्तवृत्तिपृथक्त्वं वर्तते, एतत् सर्वं वयं दृष्टवन्तः. तदेव मुख्य तत्र वैलक्षण डिफ्रेन्स् अस्ति, भेदः अपि च पृथक्त्वम् इति गुणः गुणः गुणयोः मध्ये इति अवगच्छामि. अत्र वैलक्षण्यम् इति मया न बुद्धं, किञ्चित् पुनः वदतु. तत्र अवधिकत्वम् अपि च प्रतियोगिताद्वयमपि समानमस्ति, इत्युक्ते घटे एव अस्ति, परन्तु पृथक्त्वम् इति घटेन विशिष्यते, परन्तु घटः पटात् भिन्नः इति अन्योन्याभावः घटेन न विशिष्यते. तत्र अन्यत् सर्वत्र अन्योन्याभावः अस्ति सर्वे पदार्थेषु, अतः केवलं घटेन एव तत् अन्योन्याभावः न विशिष्यते इति मुख्य निगमनम् अस्ति इति अहं मन्ये. इतोपि लघ्वीकृत्य वक्तुं शक्यते, अत्र भिन्न पुस्तके यत् पश्यति चेत् अत्र महोदयेन करपत्रं निर्मितं, तत्र बहु किमपि चिन्तितम्, अस्माभिः पठितम्, किन्तु तत्सर्वम् आवश्यकं नास्ति इति मम मनसि. यथा अत्र भेदपृथक्तयोः मध्ये कः विशेषः इति लघु कृत्वा उक्तं खलु, रक्तरूपं पीतरूपात् पृथक् इति न यदा कदापि प्रयोगं कर्तुं शक्यते. एवम् अत्रापि झटिति वक्तुं शक्यते, तत्र उपायः अस्ति. ओ अस्तु, अन्तिमपरिच्छेदः तत्र अस्ति पेज् 99 मध्ये, तत्र इति अहं मन्ये विभिन्नदेशव्यापी मूर्तिवृत्तिपृथक्त्वे अस्ति, परन्तु अन्य ततोपि लघु लघु उपायः अस्ति. अत्र 98 पेज् मध्ये स्थूलाक्षरैः लिखितमस्ति खलु, गुणान्तरं पृथक्त्वम् इति. तत्र किं लिखितमस्ति? हस्तक्रिया क्रियया हस्ततरुसंयोगः तेन च शरीरतरुसंयोगः इति स्थितं. शरीरं तरुश्च स्व अवयवे स्थितौ, अतः तत् एवञ्च पृथगाश्रयाश्रितयोरेव युतसिद्धयोरेव मूर्तयोः जायते उभयविधसंयोगः इति आगतं. तर्हि सिद्धं न संहितं गुणान्तरं पृथक्त्वम् इति. तर्हि एतद् आधारिक अत्र अवधिकत्वम् एतत् सर्वम् अनावश्यकमस्ति. तत्तु अस्ति एव, यत् यद् अस्माभिः करपत्रे चिन्तितं तत्तु अस्ति एव, किन्तु पृथक्त्वम् इति अन्यतमः गुणः अङ्गीकर्तुम् अस्मिन् परिच्छेदे यदुक्तं तस्मिन् विषये चिन्तयामश्चेत् पर्याप्तं भवति, समीचीनतया निरूपयितुं शक्यते. अस्तु, तर्हि किं कुर्मः? इदानीं समयः एकनिमिषमेव अवशिष्टमस्ति, तर्हि अस्मिन्नेव विषये अग्रिमवर्गे इतोपि चिन्तनं कुर्मः. तर्हि सर्वे एतद् परिच्छेदं स्वीकृत्य अत्र किं लिखितमस्ति इति चिन्तयन्तु. अत्र मुख्यवार्ता का इति चेत् संयोगः जायते खलु, संयोगः. संयोगः कयोः मध्ये जायते? पृथग् आश्रय आश्रितयोः मध्ये एव संयोगः जायते. तत्र पृथक् इति पदं दृश्यते, पृथगाश्रय आश्रितौ, तत्र पृथक् इति पदं दृश्यते. तर्हि संयोगः तयोः मध्ये भवति इत्यत्र पृथक् इति गुणस्य आवश्यकता अस्ति. तत्र अन्योन्य अभावः स्वीकृत्य न वक्तुं शक्यते इति अस्ति. तर्हि तस्मिन् विषये चिन्तयन्ति चेत् समीचीनबोधः जायते. अग्रिमवर्गे अस्मिन् विषये चिन्तयामः. अत्र अस्ति इत्युक्ते निखिलावधिकत्वं नियतावधिकत्वम् इति एतत् सर्वम् अस्ति, किन्तु केवलम् अत्र पृथक्त्वं यत्र यत्र पृथक्त्वम् इति स्वीकृत्य व्यवहरामः तत्र सर्वत्र अन्योन्य अभावः स्वीकृत्य एव व्यवहर्तुं शक्यते इति एव पूर्वपक्षिणः आक्षेपः अस्ति खलु. परन्तु अत्र न कर्तुं शक्नुमः, अत्र न कर्तुं शक्यते, तर्हि कथम् इति चिन्तयन्तु. अस्तु, अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादश्च. नमस्कारः, धन्यवादः. नमस्कारः.